ये तो आहुः वैशेषिकादयः इच्छादयः आत्मसमवायिनः इति तदपि अस स्मृतिहेतूनां संस्काराणाम् अप्रदेशवती आत्मनि असमवायात् आत्मसंयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियम अनुपत्तेः युगपद्वसर्वस्मृत्युत्पत्तिप्रसङ्गः न च भिन्नजातीयानां स्पर्शादिहीनानाम् आत्मना मनादिभिः सम्बन्धयुक्तः न च द्रव्यादिरूपादयोगुणाः कर्मसामान्यविषयसमवायव भिन्नाः सन्ति परेषां यदि हि अत्यन्तभिन्ना एव द्रव्यास्युः इच्छादयश्च आत्मनः तथा सति द्रव्येण तेषां सम्बन्ध अनुपत्तिः अयुतसिद्धानां समवायलक्षणसम्बन्धो न विरुध्यते इति चेत् न इच्छादिभ्यो अनित्येभ्यः आत्मनो नित्यस्य पूर्वसिद्धत्वात् न अयुतसिद्धत्वोत्पत्तिः आत्मना अयुतसिद्धत्वे च इच्छादीनाम् आत्मगतमहत्त्वावत् नित्यत्वप्रसङ्गः स च अनिष्टः आत्मनो अनिर्मोक्षप्रसङ्गः समवायस्य च द्रव्यात् अन्यत्वे सति द्रव्येण सम्बन्धान्तरं वाच्यं यथा द्रव्यगुणयोः समवायो नित्यसम्बन्ध एवेति न वाच्यमिति चेत् तथा सति समवायसम्बन्धवतां नित्यसम्बन्धप्रसङ्गात् पृथक्त्वानुपत्तिः अत्यन्तपृथक्त्वे च द्रव्यादीनां स्पर्शवतो अस्पर्शद्रव्योरिव षष्ठ्यर्थ अनुपत्तिः इच्छादि उपजन अपायवद्गुणवत्त्वे च आत्मनः अनित्यत्वप्रसङ्गः देहफलादिवतो सावयवत्वं विक्रियात्वं च देहादिवदेव इति दोषमपरिहार्य यथा तु आकाशस्य अविद्या अध्यारोपित घटादि उपाधिकृत रजो धूममलवत्वादि दोषवत्वं तथा आत्मनः अविद्याध्यारोपित बुद्ध्यादि उपाधिकृत सुखदुःखदोषवत्त्वे बन्धमोक्षादयो व्यावहारिकाः न विरुध्यन्ते सर्ववादिभिः अविद्याकृतव्यवहार अभ्युपगमः परमार्थ अनभ्युपगमाच्च तस्मात् आत्मभेदपरिकल्पना वृथा एव तार्किकैः क्रियते इति रूपकार्यसमाख्याश्चाभिद्यन्ते तत्र तत्र वै आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः कथं पुनः आत्मभेदनिमित्तैव व्यवहारः एकस्मिन् आत्मनि अविद्याकृतः उत्पद्यते इति उच्यते यथा इह आकाशे एकस्मिन् घटकारक अपवर्गादि आकाशानाम् अल्पत्वमहत्वादिरूपाणि भिद्यन्ते तदा कार्यम् उदक आहरण धारण शयनादि समाख्याश्च घटाकाशः करकाकाशः इत्याद्यः तत्कृतश्च भिन्नः दृश्यन्ते तत्र तत्र वै व्यवहारविषये इत्यर्थः सर्वोऽयम् आकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव परमार्थतस्तु आकाशस्य न भेदो अस्ति न च आकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारं यथा एतं तद्वदेहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेषु आत्मसु निरूपणात् कृतः बुद्धिमद्भिः निर्णयः निश्चयः इत्यर्थः नाकाशस्य घटाकाशो विकारावयवौ यथा नैवात्मनः सदा जीवो विकारावयवौ तथा ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति नैतदस्ति यस्मात् परमार्थाकाशस्य घटाकाशो न विकारः यथा सुवर्णस्य रजकादिः यथा वा अपां फेन बुद्बुदहिमादिः नापि अवयवः यथा वृक्षस्य शाखादिः न तथा आकाशस्य घटाकाशो विकार अवयो यथा तथा नैव आत्मनः परस्य परमार्थसतः महाकाशस्थानीयस्य घटाकाशस्थानीयजीवः सदा सर्वदा यथोक्तदृष्टान्तवतो न विकारः नापि अवयवः अतः आत्मभेदकृतो व्यवहारो मृषा एव इत्यर्थः यथा भवति बालानां गगनं मलिनं मलैः तथा भवति अबुद्धानाम् आत्मापि मलिनो मलैः यस्माद् यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादिभेदव्यवहारः तथा देहोपाधि जीव भेद कृतो जन्म मरणादि व्यवहारः तस्मात् तत्कृतमेव क्लेश कर्म फलमलवत्वम् आत्मनः न परमार्थतः इति एतमर्थं दृष्टान्तेन प्रतिपिपादयिषन् यथा भवति लोके बालानाम् अविवेकिनः गगनं आकाशं घानाराजो धूमादिमलैः मलिनं मलवत् न गगन याथात्म्यविवेकः तथा भवति आत्मा परोपि यो विज्ञाता प्रत्यय क्लेशकर्मफलमलैः मलिनः अबुद्धानां प्रत्यगात्मविवेकरहितः न आत्मविवेकवत् न हि ऊषरदेशः तृड्वत्प्राणि अध्यारोपित उदकफेन तरङ्गादिम तथा न आत्मा अबुधारोपित क्लेशादिमलैः मलिनो भवति इत्यर्थः मरणे संभवी चैवागत्यागमनयोरपि स्थितौ सर्वशरीरेषु च आकाशेना विलक्षणः पुनरपि उक्तमेव अर्थं प्रपञ्चयति घटाकाशजन्मनाशगमनागमनस्थितिवत् सर्वशरीरेषु आत्मनः जन्ममरणादिः आकाशेन अविलक्षणः प्रत्येतव्यः इत्यर्थः सङ्गातस्वप्नवत्सर्व आत्ममाया विसर्जिताः आधिक्ये सर्वसाम्येव नोपपत्तिनिः विद्यते गढादिस्थानीयास्तु देहादिसङ्गातः स्वप्नदृश्यदेहादिवतो मायाविकृतदेहादिवच्च आत्ममाया विसर्जितः आत्मनो माया अविद्य तया प्रत्युपस्थापितः न परमार्थतः सन्ति इत्यर्थः यदि आधिक्यम् अधिकभावः तिञ्जग्देहादि अपेक्षया देवादिकार्यकरणसङ्गातः यदि वा सर्वेषां समता इव तेषां न हि उपपत्तिसम्भवः सम्भवप्रतिपादकहेतुः न विद्यते नास्ति हि यस्मात् तस्मादविद्याकृत एव न परमार्थतः सन्ति इत्यर्थः रसादयो हि ये कोशाः व्याख्याताः तैत्तिरीयके तेषामात्मा परो जीवः कं यथा सम्प्रकाशितः उत्पत्त्यादिवर्जितस्य अद्वयस्य अस्य आत्मतत्त्वस्य श्रुतिप्रमाणकत्वप्रदर्शनार्थं वाक्येन उपन्यस्यन्ते रसादयः अन्नरसमयः प्राणमयः इत्येवमादयः कोशः एव कोशः अस्यादेः उत्तरोत्तरापेक्षया बहिर्भावात् पूर्वपूर्वस्य व्याख्यातः विस्पष्टम् आख्यातः तैत्तिरीके तैत्तिरीकशाखोपनिषद्वल्यां तेषां कोशानाम् आत्मा येन आत्मना पञ्चापि कोशः आत्मवन्तो अन्तर्तमेन स हि सर्वेषां जीवन्निमित्तत्वात् जीवः कोसमित्यः पर एव आत्मा यः पूर्वं सत्यं ज्ञानमनन्तं ब्रह्म इति प्रभुतः यस्मादात्मनः स्वप्नमायादिवत् आकाशादिक्रमेण रसादयः कोशलक्षणाः सङ्गातः आत्ममाया विसर्जितः इत्युक्तम् स आत्मा अस्माभिः यथा खं तथेति सम्प्रकाशितः आत्मा हि आकाशवत् इत्यादि श्लोकैः न तार्किकपरिकल्पित आत्मवत् पुरुषबुद्धिप्रमाणगम्यः इत्यभिप्रायः द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितं पृथिव्यामुदरे चैव यथाकाशप्रकाशितः किञ्च अधिदैवतम् अध्यात्मं च तेजोमयो अमृतमयः पुरुषः पृथिव्यादि अन्तर्गतः यो विज्ञाता पर एव आत्मा ब्रह्म सर्वमिति द्वयोः द्वयोः आद्वैतक्षया तु परं ब्रह्म प्रकाशितं क्व इत्याह ब्रह्मविद्याख्यं मधु अमृतम् अमृतत्वं मोदनहेतुत्व तद्विज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणं तस्मिन् इत्यर्थः किमिव इत्याह पृथिव्याम् उदरी चैव यथा एकाकाशः अनुमानेन प्रकाशितः लोके तद्वदित्यर्थः जीवात्मनोरनन्यत्वम् अभेदेन प्रशस्यते नानात्मं निन्द्यते यच्च तदेवं हि समञ्जसम् यद्युक्तितः श्रुतितश्च निर्धारितं जीवस्य परस्य च आत्मनो अनन्यत्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादिभिश्च यच्च सर्वप्राणिसाधारणं स्वाभाविकं शास्त्रबहिर्मुखैः कृतार्किकैः विरचितं नानात्वदर्शनं निन्द्यते न तु तद्द्वितीयमस्ति द्वितीयाद्वैभयं भवति उदरमन्त्रं कुरुते अथ तस्य भयं भवति इदं सर्वं यदयमात्मा मृत्योस्य मृत्युम् आप्नोति येह नानेव पश्यति इत्येमानि वाक्यैः अन्यैश्च ब्रह्मविद्धिः यच्च एतन् तदैवं हि समञ्जसं रुज्वावबोधं न्याय्यम् इत्यर्थः यास्तु तार्किकपरिकल्पिताः कुदृष्टयः ताः अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्ति इत्यभिप्रायः जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितं भविष्यन् मृत्या गौणं तन्मुख्यत्वं हि न युज्यते ननु श्रुत्यापि जीवपरमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्पत्त्यर्थोपनिषद्वाक्येभ्यः पूर्वं प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदं कामः अधः कामः इति परश्च सदाधारपृथिवीं द्याम् इत्यादि मन्त्रवर्णैः तत्र कथं कर्मज्ञानकाण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैव एकत्वस्य सामञ्जस्यम् अवधार्यते इति अत्र उच्यते यतो वायुमानि भूतानि जायन्ते यथाग्नेः क्षुद्रा विस्फुलिङ्गाः तस्माद्वाय तस्मादात्मना आकाशस्सम्भूतः तदैक्षत तत्तेजोसृजत इत्यादि उत्पत्त्यर्थोपनिषद्वाक्येभ्यः प्राकृतत्वं कर्मकाण्डे प्रकीर्तितं यः तन्न परमार्थतः किं तर्हि गौणं महाकाशघटाकाशादिभेदः यथा ओदनं पचतीति भविष्यद्वृत्य तद्वत् न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थकत्वम् उपपद्यते स्वाभाविक अविद्यावत् प्राणिभेददृष्ट्यनुवादित्वात् आत्मभेदवाक्यानां इह च उपनियत्सु उत्पत्तिप्रलयादिवाक्यैः जीवपरमात्मनोः एकत्वमेव प्रतिपादिशितं तत्त्वमसि अन्योऽसवन्योऽहमस्मीति न स वेद इत्यादि अतः उपनियत्सु एकत्वं श्रुत्या प्रतिपादिशितं भविष्यति इति भाविनीमेव वृत्तिमाश्रित्य लोके भेददृष्ट्यनुवादो गौणः एव इति अभिप्रायः अथवा तदैक्षत तत्तेजोत्सृजत इत्यादि उत्पत्तेः प्राक् एकमेव द्वितीयमिति एकत्वं प्रकीर्तितं तदैव च तत्सत्यं स आत्मा तत्त्वमसि इति एकत्वं भविष्यति इति तां भविष्यद्वृत्तिमपेक्षा यज्जीवात्मनोः पृथक्त्वं यत्र क्वचिद्वाक्ये गम्यमानं तद्गौणं यथा ओदनं पचति इति तद्वत्